सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी एकवारं स्मारयतु। ॐ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः। धन्यवादाः। प्रवर्तमानः विषयः द्वितीयाविभक्तिः, कारकद्वितीयाविभक्तिः, उपपदद्वितीयाविभक्तिः इति द्विविधा वर्तते। कर्तुरीप्सिततमं कर्म, कर्मसंज्ञा सूत्रमस्ति, कर्मसंज्ञां पुरस्कृत्य कर्मसंज्ञाम् आधारीकृत्य प्रवर्तमाना विभक्तिः कारकद्वितीया विभक्तिः, कर्मसंज्ञाम् आधारीकृत्य प्रवर्तमाना विभक्तिः कारकद्वितीया विभक्तिः। किन्तु केषाञ्चन परिगणितानां शब्दानां योगमात्रेण, परिगणितानां शब्दानां योगमात्रेण प्रवर्तमाना विभक्तिः उपपदद्वितीया विभक्तिः। इदानीं वयम् उपपदद्वितीयाविभक्तेः प्रसङ्गे पठन्तः स्मः। अनभिहिते कर्मणि द्वितीया इति सूत्रेण द्वितीयाविभक्तिः विहितः भवति। अनभिहिते न उक्तं चेत् कर्मणि द्वितीया इति सूत्रेण द्वितीयाविभक्तिः भवति। व्याकरणे कर्मसंज्ञासूत्राणि सन्ति, कर्मसंज्ञा विधायकसूत्राणि बहूनि सूत्राणि सन्ति, अतः कर्मसंज्ञाम् अवलम्ब्य आधारीकृत्य द्वितीयाविभक्तिः भवति चेत् तत्र कारकद्वितीयाविभक्तिः इति वदामः। अनभिहिते कर्मणि द्वितीया इति सूत्रं द्वितीयाविभक्तेः विधायकसूत्रमस्ति। केषाञ्चन उपपदानां योगे अपि द्वितीया स्यात्, केषां पदानां योगमात्रेण उपपदद्वितीयाविभक्तिः भवति इति प्रश्ने सति गते सप्ताहे आवलिम् उक्तवती, आवलिं स्मारितवती। अद्य पुनस्मरणार्थम् उपपदानि कानिचन पदानि वदामि। तेषां योगे उपपदद्वितीयाविभक्तिः भवति। तानि पदानि कानि? अन्तरा, अन्तरेण, अभितः, परितः, समया, निकषा, हा, प्रति, उभयतः, सर्वतः, धिक्, अद्यधि, अधोधः, उपर्युपरि। इत्युक्ते अत्र अद्यधि, अधोधः, उपर्युपरि इमानि पदानि आम्रेडितानि, आम्रेडितसंज्ञकशब्दाः इति उच्यन्ते। एतेषां पदानां योगे उपपदद्वितीयाविभक्तिः सम्भवति। तदर्थमेव पुस्तके उदाहरणत्वेन वाक्यानि दत्तानि। कर्मणि द्वितीया इति सूत्रस्य अन्तर्गतं वार्तिकद्वयमस्ति। उपसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते इति एकं वार्तिकम्। अभितः, परितः, समया, निकषाः, प्रतियोगेऽपि इति द्वितीयं वार्तिकम्। इदं वार्तिकद्वयम्, एतेन वार्तिकद्वयेन उपपदद्वितीयाविभक्तिः भवति इति अत्र शास्त्रविषयः। इतोपि अस्माकं पुस्तके किं दत्तम् इति एकवारम् अवलोकयाम। पञ्चाधिक एकशतं पुटं पश्यन्तु, पेज् 105। नवमाभ्यासः अस्ति, नवमाभ्यासात् अद्य चिन्तनं करवाम। पुस्तकं पश्यन्तु इदानीं। भूमा भगिनी, भवती एव आरम्भं करोतु। एतानि वाक्यानि यतोदाहरणं पूरयत, एतानि वाक्यानि पूरयत, वाक्यानि कर्म कर्तृपदमस्ति, कर्मपदं द्वितीयाविभक्तिः अस्ति। एतानि विशेषणमस्ति, वाक्यानि विशेष्यमस्ति। यथा उदाहरणम्, उत् हृ धातु, उत् उपसर्गपूर्वकम्, उदाहरणम्। एतानि रूपं वदतु। एतत्, एते, एतानि प्रातिपदिकम्। एतत् तकारान्तः, दकारान्तप्रातिपदिकमस्ति, दकारान्तप्रातिपदिकम्। एतद्, एते, एतानि वाक्यानि रूपाणि वदतु. वाक्यं वाक्ये वाक्यानि. अस्मिन् वाक्ये कर्मपदमस्ति, वाक्यानि इति कर्मपदमस्ति, तस्य विशेषणमेव एतानि. यथोदाहरणं, यथोदाहरणम् इति पदं समस्तपदमस्ति. वदतु. यथा उदाहरणं, यथोदाहरणं, गुणसन्धिः. गुणसन्धिः भवति. समस्तपदमस्ति चेत् समस्तपदनिर्माणप्रसङ्गे सन्धिः नित्यः, इत्युक्ते सन्धिकार्यं करणीयमेव. इदं पदम् अव्ययीभावसमासयुक्तं पदमस्ति. अव्ययीभावसमासस्य प्रसङ्गे एतादृशानि पदानि अथवा ईदृशानि पदानि, अन्यानि पदानि, कानिचन पदानि वदामि. यथोक्तं, यथाशक्ति, यथा ज्ञानं, यथा कुलं, यथा सम्भवम् इत्यादीनि पदानि अव्ययीभावसमासयुक्तपदानि. यथोक्तम् एकं वाक्यं वदामि. आचार्यस्य वचनं विद्यार्थी यथोक्तम् आचरति. यथाशक्ति इति वदामश्चेत् विद्यार्थी यथाशक्ति पठति. एवमेव विद्यार्थी यथामति अध्ययनं करोति. अत्र यथाशक्ति, यथामति, यथोक्तं, यथा ज्ञानं, यथा कुलं, यथा सम्भवम् इत्यादीनि पदानि अव्ययीभावसमासयुक्तानि पदानि. अव्ययीभावसमासस्य प्रसङ्गे एकं सूत्रमस्ति, अव्ययविभक्तिसमीपसमृद्धि. एवं रीत्या बहुदीर्घमस्ति. सूत्रस्यान्ते साकल्यान्तवचनेषु इति उक्तमस्ति. तस्मिन् सूत्रे षोडशपदानि सन्ति. तेषाम् अर्थः कः इति आदौ ज्ञातव्यं. तेषु अर्थेषु विद्यमानम् अव्ययपदं समर्थेन सुबन्तेन सह समस्यते इति तत्र उक्तमस्ति. विषयान्तरमस्ति. यथोदाहरणम् इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति. पूरयत, वदतु. पूरि धातु अस्ति. पूरयत लोट्लकारे मध्यमपुरुषे बहुवचने अस्ति. चुरादिगणे अस्ति वा? पूरि चुरादिगणे अस्ति. पूरयत. प्रथमं वाक्यं करोतु. ऋषिम् उभयतः शिष्याः सन्ति. उदाहरणमस्ति. ऋषिः ऋषिं द्वितीयाविभक्ति एकवचनमस्ति. उभयतः प्रत्ययः अस्ति चेत् द्वितीयाविभक्ति उपयोगं करणीयं. सो ऋषिं, ऋषिः इकारान्तपुल्लिङ्गः, हरिशब्दवत् अस्ति. उभयतः शिष्याः, शिष्यः अकारान्तपुल्लिङ्गः, रामशब्दवत्. शिष्याः सन्ति. शिष्याः प्रथमाविभक्ति बहुवचनं. सन्ति अस् धातु अकर्मकः. अकर्मकः चेत् अपि उभयतः इति उपपदमस्ति इति कारणतः द्वितीयाविभक्ति स्वीकरोति. उत्तमम्. अस्मिन् वाक्ये तिङन्तपदं सन्ति अस्ति. सन्ति इति प्रथमपुरुष बहुवचनरूपम्. अस् इति अकर्मकधातोः रूपम् अस्ति, लट्लकाररूपम्. अकर्मकधातोः रूपम् अस्ति चेदपि अस्मिन् वाक्ये कर्मपदं किमर्थं सम्भवति इति प्रश्ने सति उभयतः इति उपपदमस्ति इति कारणतः उपपदद्वितीयाविभक्तिः. ऋषिशब्दस्य रूपाणि वदतु. ऋषिः, ऋषि, ऋषयः. ऋषिं, ऋषि, ऋषीन्. उत्तमं. शिष्यः, शिष्यः, शिष्यौ, शिष्याः. शिष्यं, शिष्यौ, शिष्यान्. साधु भगिनि, तदेव. उभयतः इति उपपदमस्ति. वदतु. उभयतः अभितः अपि समानमेव, समानार्थः एव. उभसर्वतसोः द्वितीया कार्या इति वार्तिकेन द्वितीयाविभक्तिः भवति. अत्र शिष्यः इति पदमस्ति. शिष्यः इति पदस्य प्रसङ्गे गोमती भगिनी किञ्चित् वदतु. शास् इति धातुः अस्ति. शास् इति जुहोत्यादि गणीयधातुः अस्ति. शास् योगे क्यप् प्रत्ययः भवति. शास् धातुः अदादिगणे अस्ति इति भाति भगिनी. अदादिगणे, आम् आम् आं भगिनि, क्षम्यताम्, अदादिगणे अस्ति. शास् अनुशिष्टौ इत्यर्थे अदादिगणीयधातुः, परस्मैपदीधातुः. क्यप् भवति, क्यप् प्रत्ययः भवति. सूत्रम् अस्ति एति सु शास वृद्र जुष क्यप् जुषः क्यप् इति तृतीयाध्याये प्रथमपादे सूत्रमस्ति. अनन्तरं किं भवति इति न जानामि, तदहं न स्मरामि भगिनि, एतदेव. उत्तमं भगिनि, पर्याप्तं. धातुतः निर्मितं पदम् इति अस्माभिः ज्ञातव्यम्. इदं पदं कृदन्तपदम् इति ज्ञातव्यं. संस्कृतभाषायां बहूनि पदानि धातुतः निर्मितानि. धातुः एव मूलप्रकृतिः, मूलरूपं, मूलप्रकृतितः प्रत्ययस्य योजनेन पदानि निर्मितानि भवन्ति. तदर्थं पृष्टवती. अत्र यथा भगिन्या उक्तं, स्यास् धातोः रूपमेव शिष्यः. शास् धातुः अदादिगणे अस्ति इति कारणतः तस्य रूपाणि किञ्चित् विशिष्टानि रूपाणि भवन्ति. शास्ति, शिष्टः, शासति, एवं रीत्या रूपाणि भवन्ति. एकवचनरूपं शास्ति, द्विवचनं शिष्टः, बहुवचनरूपं शासति. शास् धातोः रूपाणि सन्ति. अनुशिष्टौ इत्यस्मिन् अर्थे रूपाणि सन्ति. पूर्वस्मिन् वर्गे अपि उक्तवती. अस् धातोः रूपमेव सन्ति. अस् इति अस्ति खलु, तत्र अकारस्य लोपः भवति. द्विवचने बहुवचने अकारलोपः अलोपः, स्न्यसोरल्लोपः इति विशिष्टसूत्रेण अकारस्य लोपः भवति. अत्र सन्ति इति लेखनावसरे परसवर्णयुक्तं रूपमेव लिखितम्. यदा कदापि वयं लेखितुम् इच्छामः एवमेव लेखनीयम्. सन्धिकार्यं कृत्वा परसवर्णयुक्तं रूपमेव लेखनीयम्. अत्र परसवर्णः तवर्गीय अनुनासिकवर्णः, दन्त्यनकारः, दन्त्यनकारयुक्तं रूपमेव लेखनीयम्. इतोपि पश्यन्तु, ऋषिम् उभयतः, द्वयोः मध्ये सन्धिकार्यं नास्ति. ऋषिम् उभयतः, तत्र यः मकारः अस्ति सः मकारः यथावत् तिष्ठति. किमर्थं चेत् परवर्णः उकारः स्वरवर्णः, अचुवर्णः अस्ति इति कारणतः सन्धिकार्यम् अनावश्यकम्. द्वितीयं वाक्यं करोतु. परितः सस्यानि सन्ति तडागः, तडागं परितः सस्यानि सन्ति. अकारान्त पुल्लिङ्गः अस्ति तडागः इति कृत्वा तडागं द्वितीयविभक्ति एकवचनं. परितः सस्यानि, सस्यानि नपुंसकलिङ्गं, सस्यं, सस्ये, सस्यानि सन्ति. तडागः तड् धातुः अस्ति, किन्तु कथं साधनीयम् इति अहमपि सम्यक् न जानामि. जलैः आहन्यते इति तडागः. तडागं परितः सस्यानि सन्ति. परितः इति अत्र उपपदमस्ति. परि उपसर्ग परं तसिल् इति प्रत्ययस्य योजनेन आदौ परितस् इति रूपं सिद्ध्यति, पश्चात् परितः इति रूपं भवति. परि उपसर्गात् सर्व इत्यस्मिन् अर्थे तसिल् प्रत्ययः विहितः भवति. तत्र एकं वार्तिकमस्ति, सर्व उभयार्थाभ्याम् एव, सर्व उभयार्थाभ्याम् एव. सर्व इत्यस्मिन् अर्थे परितः इति रूपं, क्रियापदं सन्ति अस्ति, अकर्मक धातुः अस्ति. तृतीयं वाक्यमपि करोतु. सूर्यं विना प्रकाशः न भवति. सूर्यः अपि अकारान्तपुल्लिङ्गः. सूर्यं द्वितीयाविभक्ति, विना द्वितीयाविभक्ति एव स्वीकरोति. पञ्चमी अपि स्वीकरोति, परन्तु इदं द्वितीयाविभक्ति एव प्रसङ्गम् अस्ति. प्रसङ्गः उत्तमं, साधु उक्तवती. पुनस्मरणार्थं वदामि, सूर्यं विना प्रकाशः न भवति साधु, सूर्येण विना प्रकाशः न भवति साधु, सूर्यात् विना प्रकाशः न भवति. अत्र द्वितीया विभक्तिः साधु, तृतीया विभक्तिः अपि साधु, पञ्चमी विभक्तिः अपि साधु भवति. किमर्थं तथा इति प्रश्ने सति तत्र एकं सूत्रमस्ति, पृथक् विना नानाभिः तृतीया अन्यतरस्यां. पृथक् विना नानाभिः इति एकमेव समस्तपदम्. इत्युक्ते एतेषां त्रयाणां पदानां योगे तृतीया विभक्तिः भवति अन्यतरस्यां विकल्पेन इति सूत्रेण उच्यते. तत्र विकल्पेन इति किमर्थम् उक्तम् अस्ति इत्युक्ते, अन्यतरस्याम् इति कथनेन द्वितीया विभक्तिः अपि च पञ्चमी विभक्तिः अपि साधु भवति. पृथक् विना नानाभिः तृतीया अन्यतरस्याम् इति सूत्रेण तृतीया विभक्तिः भवति. न केवलं तृतीया, द्वितीया, पञ्चमी अपि साधु इति तेन उच्यते. ईदृशानि वाक्यानि कानिचन वाक्यानि अहं वदामि. रामं विना जीवनं नास्ति, रामात् विना जीवनं नास्ति, रामेण विना जीवनं नास्ति. एवमेव श्रमं विना विद्या न भवति, श्रमेण विना विद्या न लभ्यते, श्रमात् विना विद्या न लभ्यते, विद्यया विना ज्ञानं न लभ्यते. तत्र विद्यां विना साधु, विद्यया विना साधु, विद्यायाः विना साधु एव. विद्यया विना ज्ञानं न लभ्यते. एवमेव अत्र सूर्यं विना प्रकाशः न भवति. उत्तमम्. द्वितीयविभक्तेः प्रसङ्गे वयं पठन्तः स्मः, तदर्थमेव अत्र सूर्यं विना इति दत्तमस्ति खलु. साधु भगिनि, इदानीम् अरविन्दमहोदय भवान् पठतु. स्वाध्यायं विना आत्मविकासः न भवति. स्वाध्यायः इति अकारान्तपुल्लिङ्ग, तस्य द्वितीयकवचनं स्वाध्यायम् इति विना, स्वाध्यायेन विना, स्वाध्यायात् विना, यथा भगिनी उक्तं तत् त्रीणि रूपाणि समीचीनम् इति चिन्तयामि. विना इति पदसहितं त्रीणि रूपाणि उपयुक्तुं शक्यते. आत्मविकासः, आत्मना विकासः, आत्मविकासः इति समस्तपदमस्ति इति महोदय. अत्र आत्मना विकासः इति कथनेन तृतीया तत्पुरुषः भवति. अत्र मम चिन्तनमस्ति आत्मनः विकासः, तत्र आत्मनः विकासः षष्ठी तत्पुरुषः. अपि च स्वाध्यायः इति पदमस्ति खलु, तस्मिन् प्रसङ्गे किञ्चित् वक्तुमिच्छति वा? स्वेन अध्यायं स्वाध्यायम् इति चिन्तयामि भगिनि. स्वाध्यायः इत्यत्र सन्धिकार्याणि सन्ति. कीदृशं पदम् इति प्रश्ने सति सु उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, अधि उपसर्गपूर्वकः, इङ् इति एकः धातुः अस्ति. अधि उपसर्गपूर्वकः इङ् तत्र कवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति, सः ञकारः इति संज्ञकः अस्ति. लौकिकधातुः तु इ अस्ति, सः धातुः अधि उपसर्गपूर्वकः भवति नित्यं. सः धातुः नित्यम् अधिपूर्वकः, अधि उपसर्गपूर्वकः. ई धातोः रूपमेव अधीते, तत्र लट्लकाररूपमस्ति अधीते, अधीते, अधीयाते, अधीयते इत्यादीनि रूपाणि भवन्ति. धातुः अदादिगणे अस्ति. अत्र सुयोगः आ इति कथनेन तत्र यण्सन्धिकार्यमस्ति. सुयोगः आ स्वा भवति. अधियोगः इ, तत्र अन्यानि कार्याणि सन्ति. अधीते, अधीयाते, अधीयते इति लटिरूपाणि सन्ति. धातोः परं घञ् प्रत्ययः अस्ति. अधि उपसर्गपूर्वकः ई धातुतः घञ् प्रत्ययस्य योजनेन अध्यायः इति पदं सिद्ध्यति. सुयोगः आ इति उपसर्गद्वयस्य योजनेन स्वा इति रूपं. स्वायोगः अध्यायः, स्वाध्यायः. आत्मनः विकासः, आत्मविकासः. स्वाध्यायं विना आत्मविकासः न भवति. भवति रूपं साधयतु महोदय. भू इति भूवादिगणे धातु, कर्तरी सर्वधातुके शप् इति प्रत्ययं विकरणप्रत्ययं विद्यते. तदनन्तरं लट् लट् रूपप्रथम एकवचने तिप् अस्ति इति, तिप् इति प्रत्ययं विद्यते. भूयोगः शप् इति, शप् इति सर्वधातुकप्रत्ययम् अस्ति कृत्वा इगन्धधातु भू इत्यस्य गुणं भवति, भो भवति. तदनन्तरं शप् इति अनुबन्धलोपानन्तरम् अकारमेव तिष्ठति. तत्र अकार भो ओकार इति एचोयवायवः इति भव इति भवति. तदनन्तरं भव योगः ति इति भवति. पित् इति पकाररूपानन्तरं ति एव अवशिष्यते इति कृत्वा भव योगः ति इति भवति इति रूपम्. उत्तमं महोदय, तदेव. धातुः इगन्तधातुः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा भो भवति. ओकारस्य स्थाने अवादेशः, पश्चात् शप् इत्यस्मात् अकारः, तिप् इत्यस्मात् ति इति रूपम् आयाति, तत्र सन्धिकार्यमस्ति. अन्ततो गत्वा भवति इति रूपं स्वाध्यायः, सुकृताय स्वकीयत्वेन विहितम् अध्ययनम्. अग्रिमं वाक्यं पठतु. त्वं पम् इति पदं तस्य त्वं तुं यं यूयं त्वां त्वां परितः बालाः सन्ति इति द्वितीय एकवचने त्वाम् इति भवति. परितः इति योजने द्वितीय भवति इति कृत्वा त्वां बालाः इति बालशब्दस्य प्रथमा बहुवचनं सन्ति इति अस् धातुतः प्रथमपुरुष बहुवचनम् अस्ति स्तः सन्ति इति उपायः अस्ति. उत्तमम्. अत्र परिशीलनं किम् इत्युक्ते सन्ति, भवति, अस्ति, उपविशति, क्रीडति, अत्र यानि यानि क्रियापदानि दत्तानि तानि सर्वाणि अकर्मकानि, अकर्मकक्रियापदानां योजनमस्ति वाक्येषु. अत्र बालाः इति पदमस्ति खलु महोदय, तस्य लिङ्गं किं भवितुमर्हति? तत्र पुल्लिबालाः इति बाला बालौ बालाः इति पुल्लिङ्ग एकवचन अकारान्त पुल्लिङ्ग बहुवचनं. स्त्रीलिङ्गरूपमपि भवितुमर्हति खलु? बाला बाले बालाः तदपि तदपि भवितुमर्हति. बालः पुंलिङ्गशब्दः अपि भवितुमर्हति. बाला इति स्त्रीलिङ्गपदस्य युष्मत् शब्दस्य रूपाणि एव त्वं त्वां त्वं युवां यूयं त्वं युवां यूयं त्वां त्वां युष्मत् युवां किञ्चित् स्मारयामि महोदय. त्वं युवां यूयं त्वां युवां युष्मान् द्वितीयविभक्तेः पर्यन्तं पर्याप्तमस्ति. इतोपि अग्रिमं वाक्यं करोतु. कुल्या इति आकारान्तस्त्रीलिङ्गशब्दमस्ति कृत्वा मालाशब्दवत् माला माले माला मालाम् इति कुल्याम् उभयत वृक्षाः सन्ति. तत्र कुल्यम् इत्युक्ते किं भगिनि? लघ्वी नदी. लघ्वी नदी क्रीक् अथवा स्माल् केनाल्. भिन्नरीत्या वक्तव्यं चेत् क्षुद्रा नदी. क्षुद्रा इति कथनेन लघु इति अर्थः अस्ति खलु? आम्. कुल्या इत्युक्ते क्षुद्रा नदी, यथा भगिन्या उक्तं क्रीक्. अत्र वृक्षः इति पदमस्ति खलु. वृक्षस्य प्रसङ्गे एकम् अन्यत् पदं वदामि, द्रुमः. द्रुमः इत्युक्ते वृक्षः. तदर्थमेव कल्पवृक्षः, कल्पद्रुमः. वदतु. तरुः अपि वृक्षमेव. तरुः उत्तमम्. अस्माकं पुस्तकमस्ति खलु शब्दकल्पद्रुमः, कल्पद्रुमः, एवमेव कल्पवृक्षः, कल्पद्रुमः, कल्पवृक्षः, द्वयोः अर्थः तु समानः. वृक्षः इति पदं कीदृशं पदम् इति प्रश्ने सति, छेदने इत्यस्मिन् अर्थे व्रश्च इति एकः धातुः अस्ति तुदादिगणे, तस्य रूपं वृश्चति, तस्मात् धातुतः निर्मितं पदम् उणादिप्रत्ययस्य योजनेन इति. कुल्याम् उभयतः वृक्षाः सन्ति. उभयतः इत्युक्ते both sides, इत्युक्ते परितः इत्युक्ते सर्वासु दिक्षु इति वक्तव्यमस्ति. उभयतः इत्युक्ते केवलम् उभयोः. त्वं परितः कथं लेखनीयं वदतु. त्वां परितः. त्वां परितः कथं लेखनीयम्? अवगतं न अवगतं भगिनि. किं सन्धिकार्यं? त्वां त्वाम् इति मकारस्य तत्र अनुस्वारस्य यैपरसवर्ण इति कारणेन पवर्गस्य अनुनासिक भवति. त्वां परितः इति मकार एव तिष्ठति तत्र. दर्शनभगिनी एकवारं स्मारयतु. अहं सूत्रं तु न जानामि, परन्तु त्वाम् अनुस्वार वित् डाट् अप् इति वदामि. मोनुस्वर अनुस्वर. मम चिन्तनं किम् अस्ति इत्युक्ते, अत्र त्वम् इत्यस्य रूपं द्वितीयविभक्त्यन्तं रूपं त्वाम् अस्ति, त्वाम् इति कथनेन अन्ते मकारः अस्ति, मकारात् परं हल् वर्णः अस्ति इति कारणतः पदान्तमकारस्य स्थाने हलिपरे मोनुस्वारः सूत्रेण अनुस्वारादेशः भवति इति तु सत्यमेव. अत्र पदद्वयमस्ति, त्वाम् इति एकं पदमस्ति, परितः इति अन्यत् पदमस्ति. अस्माकं विवक्षानुगुणं पुनः सन्धिं कृत्वा वक्तुमिच्छामश्चेत् तदा वा पदान्तस्य इति सूत्रेण अनुस्वारयुक्तं रूपं लेखितुं शक्नुमः. वा पदान्तस्य इति सूत्रेण विकल्पेन रूपद्वयं सिद्ध्यति, एकं रूपम् अनुस्वारयुक्तं रूपम्, अन्यद् रूपं परसवर्णयुक्तं रूपमपि सिद्ध्यति. पवर्गीय अन्तिमव्यञ्जनं मकारः, पाफ बाभ म, मकारः अन्तिम अनुनासिकव्यञ्जनमस्ति इति कारणतः पुनः मकारयुक्तं रूपमेव तत्र आयाति इति सम्पूर्णचिन्तनम् इति मम अवगमनम्. गोमती भगिनी, भवत्याः चिन्तनं किम्? तदेव भगिनी, वा पदान्तस्य परसवर्णसन्धि विकल्पेन भवति, पदान्ते अस्ति चेत् संहितायाः विवक्षा नास्ति चेत् वाक्ये तु सन्धिः अस्माकं विवक्षानुगुणं भवति, विकल्पेन पुनः मकारयुक्तं रूपमपि साधु एव. पवर्गीय अन्तिमे व्यञ्जनम् अनुनासिकव्यञ्जनं मकारः अस्ति खलु, तदर्थं वा पदान्तस्य इत्यनेन सन्धिकार्यं कुर्मः चेत् तत्र मकारयुक्तं रूपमपि सिद्ध्यति इति मम अवगमनमस्ति. अग्रे सरेम. दर्शना भगिनी, भवती करोतु. भगिनी, आरम्भ अवस्थायां वा पदान्तस्य एतत् सर्वं छात्रां न पठामः न, कुत्र कन्फ्यूस् तत्र कन्फ्यूषन् भवति. तो ऐ हेव् रेड् ओन्लि मोनुस्वरः अण्ड् हियर् इट् इस् हल वर्णः अस्ति, अतः अनुस्वारयुक्तपदमेव मया पठितम्. अत्र आफ्टर् कमिङ्ग् टु दिस् टीम् नौ ऐ नो देट् वा पदान्तस्य आल्सो केन् बि यूस्ड्, बट् देट् इस् ओन्ली थियरि. बट् जनरलि वै रैटिङ्ग् ऐ रैट् वित् डाट्. इस् इट् करेक्ट् भगिनि? अनुस्वारयुक्तं रूपमेव आदौ करणीयमेव. मोनुस्वारः इति सूत्रेण अनुस्वारादेशः भवत्येव. उत्तमं, तदेव. अस्तु भगिनि. अग्रे दर्शना भगिनी. उदपानः इति शब्दः परितः वृतिः अस्ति. उदपानः वेल् इति अहं दृष्टवती. उदपानः पुंलिङ्गे अस्ति, अकारान्तपुंलिङ्ग अस्ति, द्वितीया विभक्ति तु उदपानम् अस्ति. उदपानं परितः वृतिः अस्ति. वृतिः अहं चिन्तयामि मास् इति, न जानामि अहं फेन्स् इति. पानम्, पानम् इति पदं भवती जानाति खलु, पा धातुतः आगच्छति इति मन्ये. प्रत्ययः कः अहं न जानामि. ल्युट् प्रत्ययः. ओ, ल्युडन्तमस्ति किम्? उदपानम्, आम् आम्, ज्ञानं, पानम् इत्यादि. परन्तु ल्युडन्, ल्युडन्तं तु भगिनी सर्वदा नपुंसकलिङ्गे अस्ति किल? आम्, उदपानः इत्यत्र भिन्नानि कार्याणि, भिन्नप्रत्ययाः सन्ति. केवलं पानम् इति पा धातोः रूपमेव पानम्. पा धातुः गणद्वये अस्ति. पा धातुः भुवादिगणे अस्ति चेत् तस्य रूपं पिबति. पानार्धे पा धातुः भुवादिगणे अस्ति, तस्य रूपं पिबति अस्ति. तदर्थम् एकं विशिष्टं सूत्रमस्ति, पाघ्राद्मा इति एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण पिबति इति रूपं, सः धातुः पानार्थे अस्ति, किन्तु पा धातुः अदादिगणे अपि अस्ति. रक्षणार्थे अन्यधातुः पा अस्ति, तस्य रूपं पाति. अदादिगणे रक्षणार्थे पा धातोः रूपं पाति अस्ति, किन्तु अत्र पा पानम् इत्यस्मिन् अर्थे एव पिबति इति लट्लकाररूपमस्ति, तस्य रूपमेव अत्र पानः. यथा भगिन्या उक्तम्, उदपानः इत्युक्ते कूपः. अत्र वृतिः इति पदं दत्तमस्ति खलु. वृतिः इति पदं कीदृशं पदम्? इकारान्त ह्रस्व इकारान्त स्त्रीलिङ्गपदमस्ति. उत्तमं. स्त्रीलिङ्गं, क्तिन् इति प्रत्ययः अस्ति. क्तिन् प्रत्ययस्य योजनेन वृतिः, गतिः, मतिः, चितिः, स्तुतिः ईदृशानि पदानि क्तिन् प्रत्ययस्य योजनेन निर्मितानि पदानि. अत्र पश्यन्तु, वृतिः इति एव लिखितमस्ति, न तु वृत्तिः. द्वयोर्मध्ये भेदः अस्ति खलु, वृत्तिः वृत्तिः. वृत्तिः तु ज्ञानम् अपि च पर्सनालिटि अपि प्रोफेशन् अपि अपि भवितुमर्हति किल. व्यापारं व्यापारं यदि वृत्ति वृत्तिः नैव वृत्तिः. उत्तमम्. अत्र एकः एव तकारः अस्ति किन्तु वृत्तिः इति अन्यत् पदमस्ति. द्वयोर्मध्ये भेदः अस्ति. वृत्तिः इति कथनेन तत्र धातुः कः इति परिशीलयामश्चेत् वृत् धातुः वर्तते. तत्र धातुः वृत् अस्ति, लौकिकधातुः. वृत्तियोगः क्तिन् योजनेन वृत्तिः इति रूपं सिद्ध्यति. किमर्थं चेत् तत्र धातौ एव एकः तकारः अस्ति. क्तिन् इति प्रत्ययात् अन्यतकारः आगतः. तदर्थं वृत्तिः इत्यत्र तकारद्वयं लेखनीयं. किन्तु अत्र एकः एव तकारः अस्ति. किमर्थं चेत् अत्र धातुः वृ, लौकिकधातुः वृ अस्ति. वृ धातोः रूपं वृणोति, वृणुते इति रूपद्वयम् अस्ति. आवरणम् इति वयं जानीमः खलु, आवरणं तादृश अर्थः एव आवृत्तिः. आवृत्तिः अत्र तु वृ धातुतः क्तिन् प्रत्ययस्य योजनेन निर्मितं पदं वृत्तिः. अग्रे करोतु. उदपानं परितः वृत्तिः अस्ति. अपि च भगिनी, अहं स्मरामि तत्र द्वितीयाध्याये तत्र यावानर्थ उदपाने, यावानर्थ उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः. इदानीं स्मरामि. बहु उत्तमः श्लोकः. वन् शुड् नो इट्. श्लोकं पश्यन्तु, अग्रे करोतु भगिनि. अस्तु. कविः इति शब्दः उभयतः श्रोतारः उपविशन्ति. अत्र कविः इकारान्त पुंलिङ्ग् शब्दः, कविं द्वितीया विभक्ति. कविम् उभयतः श्रोतारः उपविशन्ति. उपविशन्ति तत्र अकर्मकः एव अस्ति, परन्तु उपपदम् अस्ति. तदर्थं तदर्थं कर्मपदम् अस्ति. अपि च श्रोतारः तु श्रोतृ प्रातिपदिकं. श्रोतारः बहुवचने अस्ति. प्रथमा विभक्तिः बहुवचनम्. कविः इत्यस्य रूपाणि द्वितीया विभक्तेः पर्यन्तं वदतु. कविः, कवी, कवयः. कविं, कवी, कवीन्. उत्तमं. श्रोतारः रूपाणि द्वितीया पर्यन्तं वदतु. श्रोता, श्रोतारौ, श्रोतारः, श्रोतारं, श्रोतारं, श्रोतारौ, श्रोतॄन्. उत्तमम्. श्रोता, श्रोतारौ, श्रोतारः, श्रोतारं, श्रोतारौ, श्रोतॄन्. अत्र प्रातिपदिकं श्रोतृ, ऋकारान्तशब्दः. श्रु धातुतः तृच् प्रत्ययस्य योजनेन श्रोतृ इति प्रातिपदिकं, श्रोता इति प्रथमाविभक्ति एकवचनरूपं. गोमती भगिनी, भवती वक्तुमिच्छति वा श्रोतृ इति? श्रोतृ, श्रुधातु योगः तृच्. तृच् इति आर्थधातुकमस्ति. सार्वधातुक अर्थधातुकृत्प्रत्ययः अस्ति. सार्वधातुक अर्थधातुकयोः इति सूत्रेण श्रु तत्र गुणं भवति, श्रुश्रौ भवति, अनन्तरं तृ श्रोतृ. एवं वा न भगिनि? साधु भगिनि, तदेव. अत्र किमपि कार्यं नास्ति. धातुः श्रु धातुः. एकवारं सर्वे ऊहां कुर्वन्तु. श्रु इति कथनेन तत्र तालव्यशकारः, रेफः, ऊकारः अस्ति. उच्चारणभेदः अपि द्रष्टव्यः. श्रु इति कथनेन तालव्यशकारः, ऋकारः अपि भवितुमर्हति. किन्तु अत्र धातोः रूपं कीदृशमस्ति इति प्रश्ने सति तालव्यशकारः, रेफः, उकारः त्रयः वर्णाः सन्ति. अयं धातुः उकारान्तधातुः, इगन्तधातुः, अन्ते इकवर्णः अस्ति. धातोः परम् आर्धधातुकप्रत्ययः अस्ति. सः आर्धधातुकप्रत्ययः कित् नास्ति, अकित् प्रत्ययः. तृच् प्रत्ययः कित् नास्ति खलु. तृच् इति कथनेन अन्ते स्थितस्य चकारस्य इति संज्ञा हलन्त्यम् इत्यनेन भवति. तेन प्रत्ययस्य अवशिष्टभागः तृ एव. श्रु योगः तृ इति अस्ति. इत्युक्ते धातोः परम् आर्धधातुकप्रत्ययः अकित् प्रत्ययः अस्ति, तृच् प्रत्ययः. तदर्थं गुणः भूत्वा श्रु श्रो भवति. श्रोयोगः तृ श्रोतृ इति प्रातिपदिकं ऋकारान्तप्रातिपदिकं तृजन्तरूपाणि ऋकारान्तपदानि भवन्ति श्रोता इति प्रथमान्तं पदमस्ति अपि च प्रवेशने इत्यस्मिन् अर्थे विष् धातुः अस्ति तस्य रूपं विशति अत्रापि वैशिष्ट्यमस्ति केवलं विष् धातोः रूपं स्वीकुर्मः चेत् विष् धातुः सकर्मकः सः गृहं प्रविशति इत्यस्मिन् वाक्ये विष् धातुः सकर्मकः अस्ति इति कारणतः गृहम् इति द्वितीयविभक्त्यन्तं पदं विष् धातुः सकर्मकः किन्तु उपा इति उपसर्गस्य योजनेन अकर्मकः भवति उपविशति इति अकर्मकरूपम् अस्मिन् वाक्ये कविम् उभयतः कविम् इति पदस्य द्वितीयाविभक्तिरूपम् उपपदस्य कारणेन भवति न तु तिङन्तपदस्य कारणेन अत्र तिङन्तपदम् अकर्मकम् विशन्ति इति रूपं साधयति वा भगिनि विशति विशतः विशन्ति उत्तमम् अत्र विशन्ति इति अस्ति खलु विश् धातुः अस्ति इत्युक्ते अयं धातुः तालव्यशकारान्तधातुः विश् विश्योगः आयोगः ति इति कथनेन आ इति रूपं शा इति विकरणप्रत्ययात् आगतम् धातुः तुदादिगणे अस्ति तुदादिगणे अस्ति इति कारणतः धातौ गुणकार्यं भवितुम् आनुकूल्यमस्ति किन्तु धातुः तुदादिगणे अस्ति तुदादिगणे गुणकार्यं न भवति शा इति विकरणप्रत्ययः आयाति शित्वम् अस्ति पित्वं नास्ति इति कारणतः अत्र गुणकार्यम् अभूत्वा केवलं विशति इति रूपमेव सिद्ध्यति विश्योगः आयोगः ति विशति किन्तु विशन्ति इति साधनीयं तत्र किं भवति विश इति अङ्गम् अस्ति विश्योगः आ इति शा इति विकरणप्रत्ययात् आगतः तदर्थं विश्योगः आयोगः अन्ति अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति सिद्धतिङ् प्रत्ययात् पूर्वं विश इति अङ्गमस्ति विश इति अङ्गमस्ति अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति अत्र अतो गुणे इति सूत्रेण पूर्वरूपादेशः भवति तेन विशन्ति इति रूपं विशयोगः अन्ति विशन्ति तत्र सवर्णदीर्घसन्धिः न भवति सवर्णदीर्घसन्धिं बाधित्वा पूर्वरूपादेशः भवति अतो गुणे इति सूत्रेण तेन विशन्ति अग्रे करोतु योधः परितः शत्रवः सन्ति योधः अकारान्त पुंलिङ्ग शब्दः पुंलिङ्गशब्दः योद्धम् इति द्वितीया विभक्तिः अत्रापि शत्रवः शत्रु उकारान्त पुंलिङ्गशब्दः बहुवचने अस्ति बुरुवत् अपि च सन्ति तु तस्य विषये चर्चाम् अभवत् अन्यत् किम् अन्यत् युद्धधातुतः आगतम् इदं पदं योधः इति अहं मन्ये साधु भगिनि सूर्यकुमारी भगिनी वदतु युद्धधातोः रूपमेव युद्धधातुः दिवादिगणे अस्ति युध्यते आत्मनेपदी धातुः धातुः युद्ध इत्युक्ते उदुपथ धातुः युद्ध धातोः परम् आर्धधातुकप्रत्ययः अस्ति सार्वधातुकः नास्ति अपि च कित् प्रत्ययः नास्ति कित् नास्ति इति कारणतः गुणकार्यं भूत्वा युद्धधातुतः योध इति भवति अत्र केवलम् एकः एव धकारः अस्ति योधः योधः इति पदम् अकारान्तपदं पुंलिङ्गपदं किन्तु योद्धा धकारद्वयं लिखित्वा योद्धा इति एकं रूपम् अस्ति योधः इत्युक्ते योद्धा एव किन्तु योद्धा इति पदं तृच् प्रत्ययान्तरूपं तत्र प्रातिपदिकं योधृ तत्र धकारद्वयं लेखनीयम् अत्र तु एकः एव धकारः अत्र शत्रु इति पदम् अस्ति कथं लेखनीयं भगिनी वदतु शत्रु शकारान्त तालव्यशकारान्तः तकारः अपि च रेफः अत्र तालव्यशकारः अकारः तकारः रेफः उकारः एवं रीत्या लेखनीयं किन्तु शत्रुप्रत्ययः तत्र कथं लेखनीयं तत्र ऋकारः अस्ति शकारः तकारः अपि च शकारः नैव शकारः तकारः अपि च ऋकारः उत्तमं द्वयोर्मध्ये भेदः अस्ति शत्रुः इति भिन्नरीत्या लेखनीयं शत्रुप्रत्ययः तत्र तकारात् परं रुकारः एव लेखनीयः शत्रु इत्यत्र ऋकारस्य इति संज्ञा अस्ति ऋकारयुक्तं रूपमेव साधु भवति शत्रु इत्यस्मिन् अर्थे अन्यानि बहूनि पदानि मया दृष्टानि रिपुः वैरिः अरिः दुर्हृद् सुहृद् भवन्तः सर्वे जानन्ति एव आपोसिट् सुहृद् इति वयं जानीमः एवमेव दुर्हृद् इति रूपम् अस्ति दुर्हृद् इत्युक्ते शत्रुः शत्रवः इति बहुवचनरूपं दत्तमस्ति एकवारं रूपाणि वदतु शत्रुः गुरुः गुरु शत्रु शत्रवः शत्रुं शत्रु शत्रून् इतोपि त्रीणि पदानि मया दृष्टानि अतः वदामि शत्रुघ्नः इति पदमस्ति खलु शत्रुघ्नः शत्रुघ्नः इत्युक्ते शत्रून् हन्ति इति अर्थः अस्ति एवमेव शत्रुजित् इति अस्ति चेत् शत्रून् जयति शत्रुञ्जयः यथा मृत्युञ्जयः शत्रुञ्जयः इत्युक्ते यः शत्रून् जयति सः शत्रुञ्जयः शत्रुघ्नः शत्रुजित् शत्रुञ्जयः इमानि पदानि विशिष्टानि पदानि खलु सूर्यकुमारी भगिनी भवती पठतु उभयतः नेत्रे स्तः नासिका नासिका स्त्रीलिङ्गपदमस्ति आकारान्त नासिकाम् उभयतः नेत्रे स्तः नेत्रे नपुंसकलिङ्गमस्ति द्वितीयविभक्ति प्रथमविभक्ति द्विवचनं स्तः अपि द्विवचन अकर्मक अस्धातु सः स्तः एकवारं स्मारयति वा रूपाणि अस्ति अस्ति स्तः सन्ति असि स्तः अस्ति स्तः अग्नि स्वः स्मः नासिकाम् उभयतः अत्र सन्धिकार्यम् आवश्यकं वा न भगिनि स्वरः अस्ति चेत् आवश्यकं नास्ति नासिका इत्युक्ते घ्राणेन्द्रियं नासिका शब्दस्य रूपाणि वदति वा नासिका नासिके नासिकाः नासिकां नासिके नासिकाः द्वितीयाविभक्तेः अन्तपर्यन्तं साधु एव तृतीयाविभक्ति आरभ्य सप्तमी विभक्ति बहुवचनपर्यन्तं नासिका इति पदस्य वैकल्पिकं रूपमपि सिद्ध्यति कथं वदतु नासिकया नासिकया तृतीयविभक्ति नासिकाभ्यां नासिकाभिः उत्तम नासिकया इति एकवचनरूपमस्ति विकल्पेन अन्यद् रूपमपि अस्ति नसा इति रूपमपि अस्ति नसा इति एकं रूपं नासिकया अन्यद् रूपं नोभ्यां नासिकाभ्यां नोभिः नासिकाभिः चतुर्थीविभक्ति एकवचनरूपं विकल्पेन रूपद्वयं नासिकायै साधारणरूपं यथा लतायै नसे नसे इति रूपमस्ति आहत्य मम आशयः तु तृतीयाविभक्ति एकवचनात् आरभ्य सप्तमी बहुवचनपर्यन्तं वैकल्पिकं रूपमपि तत्र अस्ति नेत्रं रूपाणि वदतु नेत्रं नपुंसकलिङ्गमस्ति नेत्रं नेत्रे नेत्राणि नेत्राणि आम् आम् नेत्रं नेत्रे नेत्राणि भगिनी नेत्राणि इति वक्तव्यं नकार नत्वं भवति भगिनि उत्तमम् अग्रे वदतु रूपाणि नेत्रेण नेत्राभ्यां नेत्रैः चिन्ता मास्तु अणत्वमस्ति किमर्थं चेत् रेफः निमित्तमस्ति इति कारणतः नेत्रेण नेत्राणि इत्यादिषु रूपेषु अणत्वयुक्तं रूपमेव लेखनीयं नेत्रम् इति पदमस्ति खलु नेत्रम् इति पदं नीधातोः रूपं नीधातोः लट् रूपं किं नयति उत्तमं नीधातुतः नेत्रम् इति पदं सिद्ध्यति स्ट्रन् इति प्रत्ययस्य योजनेन नेत्रं नेत्रं शस्त्रं स्तोत्रं योत्रं पत्रम् इत्यादीनि पदानि स्ट्रन् इति प्रत्ययस्य योजनेन निर्मितानि. पत्रं शस्त्रं स्तोत्रं स्तुधातुतः स्तोत्रं नीधातुतः नेत्रं नीयते अनेन इति नेत्रं प्रापणे इत्यस्मिन् अर्थे नयति इति लट्लकाररूपम् अस्ति. नासिकाम् उभयतः नेत्रे तः उपनयनमपि नीधातु किल. भेदः कः? नयनम् इति कीदृशं रूपम्? ल्युडन्तं ल्युडन्तं. नयनम् इति ल्युडन्तम् अस्ति, किन्तु नेत्रं भिन्नम्. आम् आम्, आम्. नयनं नेत्रं द्वयोः अर्थः तु समानः. चक्षुः इति अर्थः अस्ति खलु नयनम् इति. आम् आम् आम्. चक्षुः नेत्रं नयनम् इत्यादीनि पदानि समानार्थकानि, किन्तु तत्र धातुः तु नीधातुः. नीधातुतः नयति नयनं नेत्रं. ल्युट् प्रत्ययः भिन्नः, स्ट्रन् प्रत्ययः भिन्नः इति वार्ता अस्ति. सूर्यकुमारी भगिनी भवती एव करोतु अग्रे. एतं विना मित्रं न क्रीडति, एषः पुल्लिङ्गपदमस्ति. द्वितीयविभक्ति एतं. रूपाणि वदतु. कः रूपाणि? प्रातिपदिकं किम्? एषः इत्यस्य एतद् प्रकारान्तप्रातिपदिकम्. एषः एतौ एताः न ओ एते एते एतम् एतौ एताम्. उत्तमम्. एतद् शब्दस्य रूपाणि एतं विना मित्रं न क्रीडति. अत्र मित्रम् इत्युक्ते नपुंसकलिङ्गं सखि सखा सखा सखा सखा इति पुंलिङ्गपदमस्ति. अत्र मित्रम् इति नपुंसकलिङ्गपदं. रूपाणि वदतु. मित्रं मित्रे मित्राणि मित्रं मित्रे मित्राणि नत्वं भवति अणत्वं भवति. मित्रम् इति नपुंसकलिङ्गपदम् इत्युक्ते सुहृद् स्नेहितः, किन्तु मित्रः इति पदमस्ति. मित्रः इति पुंलिङ्गपदमस्ति, तस्य अर्थः सूर्यः. नपुंसकलिङ्गपदमस्ति चेत् सुहृद् इति अर्थः अस्ति, फ्रेण्ड् इति अर्थः अस्ति आङ्ग्लभाषया वक्तुमिच्छामश्चेत्. किन्तु मित्रः इत्युक्ते सूर्यः. अस्मिन् वाक्ये क्रियापदं क्रीडति अस्ति. क्रीड् धातुः अकर्मकधातुः. अकर्मकधातुः इति स्मर्तव्यः अंशः. कन्दुकं क्रीडामि इति असाधुवाक्यं. कन्दुकेन क्रीडामि इति वक्तव्यमस्ति. किमर्थं चेत् क्रीड् धातुः अकर्मकः, अतः कर्मपदं न कदापि स्वीकरोति. कन्दुकेन क्रीडामि इति वक्तव्यमस्ति. तत्र कन्दुकम् इति उपकरणमस्ति. साधु भगिनी, इदानीं सुजाता भगिनी भवती करोतु. मनः भ्रमति. उच्चैः वदतु. विषयः सम्यक् अस्ति वा? परितः मनः भ्रमति. विषयः अस्ति. विषयं परितः मनः भ्रमति. श्रूयते वा भगिनि? उत्तम. मनः इति पदस्य रूपाणि वदतु. मनसि मनांसि. दन्त्यसकारान्तपदमस्ति. मनस् इति प्रातिपदिकमस्ति. मनः मनसि मनांसि. मनः मनसि मनांसि खलु. प्रातिपदिकं सकारान्तप्रातिपदिकं मनः भ्रमति. तस्मिन् प्रसङ्गे वक्तुमिच्छति वा? आं भगिनि. भ्रम् धातु अस्ति, वादिगणे अस्ति. भ्रम् योगः शप् योगः ई भवति. शप् इत्यस्य शकारपकारयोः आ एव अवशिष्यते. भ्रमति वर्णमेलनमेन भवति, भ्रमति भवति. उत्तमं. साधु उक्तवती भगिनी तदेव. भ्रमो चलने गत्यर्थकधातुः एव. भ्रमधातोः प्रसङ्गे किञ्चित् इतोपि विशिष्टचिन्तनमपि अस्ति. भ्रमधातोः प्रसङ्गे एकं सूत्रमस्ति. वा भ्राश भ्लाश भ्रमुक् क्रमु क्लमु त्रसि त्रुटिलषः तस्मिन् सूत्रे केचन धातवः सन्ति तेषु धातुषु भ्रमुधातुः अपि अन्यतमः तेन विशिष्टसूत्रेण किं भवति तस्मिन् सूत्रे वा इति उक्तमस्ति वा भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटिलषः भ्रमु इति धातुः तस्मिन् सूत्रे उक्तमस्ति इति कारणतः विकल्पेन ष्यन् इति विकरणप्रत्ययः आदिष्टः भवति विकल्पेन ष्यन् विधीयते अयं धातुः भुवादिगणे विशिष्टधातुः भुवादिगणे केचन धातवः साधारणधातवः साधारणधातूनां चिन्तनानन्तरं विशिष्टधातूनां चिन्तनं करणीयं भुवादिगणीयविशिष्टधातुषु भ्रमुधातुः एकः अत्र विकल्पेन ष्यन् विकरणप्रत्ययः विहितः भवति विकल्पेन ष्यन् भवति चेत् भ्राम्यति इति रूपं सिद्ध्यति खलु आं भगिनि विकल्पेन भ्राम्यति इति रूपं सिद्ध्यति धातुः भ्रमु एव किन्तु ष्यन् विकरणप्रत्ययः आयाति इति कृत्वा या इति रूपं तत्र सिद्ध्यति अपि च श्यमामष्टानां दीर्घः ष्यनि श्यमामष्टानां दीर्घः ष्यनि इति सूत्रे भ्रमुधातुः अपि अस्ति इति कारणतः दीर्घत्वं भूत्वा भ्राम्यति इति रूपमपि अस्ति आहत्य अत्र वार्ता का भुवादिगणे भ्रमुधातुः विशिष्टधातुः कर्तृ शप् इत्यनेन शप् विहितः भवति चेत् भ्रमति रूपं सिद्ध्यति शप् अभावे ष्यन् भवति चेत् भ्राम्यति इति रूपं सिद्ध्यति इति वार्ता अग्रिमं वाक्यं भवती एव करोतु विना सज्जन षट्पदाः न कृष्यन्ति सज्जन भारत षट् षण्गजं षट्पद्गम् भारतपङ्कजम् भारतपङ्कजं भारतपङ्कजं द्विवचनं किं भवति भगिनि न जानामि भारतपङ्कजम् इति समस्तपदमस्ति पदमस्ति नपुंसकलिङ्गपदं किमर्थं चेत् पङ्कजम् इति पदं नपुंसकलिङ्गपदमेव समस्तपदं कुर्मः चेदपि तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कारणतः इदं समस्तपदं नपुंसकलिङ्गे अस्ति रोहिणी भगिनी अत्र कानिचन पदानि सन्ति तेषां प्रसङ्गे किञ्चित् वदतु लोटस् खलु भगिनि लोटस् वासुदेवन् नायर् महोदय भवान् वदतु त्रयोदशवाक्यमस्ति भारतपङ्कजं विना वदतु भारतपङ्कजं विना सज्जनषट्पदाः न दृश्यन्ति भारतपङ्कजं भारतम् इति पङ्कजं भारतपङ्कजं समीचीनमस्ति वा भगिनी भगिनी अहं वदामि वदतु भगिनि मम मनसि भारतपङ्कजं मीन्स् पङ्कज इट्स् विशेषण अस्ति भारतस्य पङ्कज विशेषण अस्ति पङ्कजं कस्य ग्रोथ ग्रो भवति इन कादव परन्तु भारत योग्य सज्जन भारतसज्जन एनी डिफिकल्टी ही केन् कम् अप् लैक् पङ्कजम् एण्ड् स्मे एण्ड् गिव् फ्रेग्रेन्स् टु एव्रिबडी दिस् इस् मन अहं थिङ्किङ्ग् अस्ति अस्तु उत्तमम् अत्र पङ्कजम् इति पदमस्ति नपुंसकलिङ्गपदं तत्र विग्रहवाक्यं पङ्के जायते नो चेत् पङ्कात् जायते इति विग्रहवाक्यं भवति उपपदसमासः अस्ति पङ्के जायते पङ्कात् जायते इति विग्रहवाक्यमस्ति पद्मम् इति अर्थः अस्ति भारतपङ्कजम् इत्युक्ते भारतं पङ्कजम् इव इति वक्तुं शक्यते समस्तपदेषु विग्रहवाक्यानि विभिन्नरीत्या वक्तुं शक्यन्ते तदर्थं सूत्राणि अपि सन्ति भारतं पङ्कजम् इव इति विग्रहवाक्यं वदामश्चेत् तत्र उपमान उत्तरपदकर्मधारयसमासः भवितुमर्हति महोदय भवान् किं चिन्तयति सम्यक् सम्यक् अस्ति भगिनि तदेव भारतपङ्कजं रूपाणि वदतु महोदय भारतपङ्कजं भारतपङ्कजे भारतपङ्कजानि भारतपङ्कजं भारतपङ्कजे भारतपङ्कजानि प्रथमा द्वितीय तदेव सज्जनषट्पदाः रूपाणि वदतु सज्जनषट्पदाः सज्जनषट्पदः सज्जनषट्पदौ सज्जनषट्पदाः सज्जनषट्पदं सज्जनषट्पदौ सज्जनषट्पदान्। उत्तमम्। अकारान्तपदमस्ति, सज्जनः इति पदमपि समस्तपदमेव, सञ्च असौ जनः च इति विग्रहवाक्यम्। विशेषणपूर्वपदकर्मधारे समासः भवितुमर्हति। षट्पदः इत्युक्ते किम्? षड् षट्पदा षट्पदाः यस्य सन्ति, षट्पदाः यस्य सन्ति सः सः षट्पदः। उत्तमम्। षट्पदानि यस्य सन्ति सः षट्पदः। षट्पदः इत्युक्ते भ्रमरः। भारतपङ्कजं विना सज्जनषट्पदाः न हृष्यन्ति इत्युक्ते किं वदतु? न तुष्यन्ति भारतपङ्कजं विना सज्जनषट्पदाः। भारतपङ्कजं भारतमेव, भारतं पङ्कजमेव, महाभारतं विना सज्जनषट्पदाः न हृष्यन्ति। अत्र महाभारतमिति अर्थः अस्ति वा? भारतदेशः पङ्कजम् इव इति मम चिन्तनमस्ति। न जानामि, षट्पदाः न हृष्यन्ति इति कारणेन अहम् एवं रीत्या उक्तवान्। सज्जन षट्पदाः न हृष्यन्ति। भारतं पङ्कजम् इव तत्र उपमान उत्तरपदकर्मधारे समासः अस्ति। एवमेव अत्र सज्जनाः कीदृशाः? सज्जनाः षट्पदाः इव, खलु? भ्रमराः इव। अत्रापि उपमान उत्तरपदकर्मधारे समासः कथं भवति भगिनि? भारतपङ्कजं भारतदेशम् इति स्वीकरोति चेत् अर्थं कथं भवति? भारतदेशः इति अर्थः नास्ति इति भाति अत्र। अहं चिन्तयामि भारत महाभारतग्रन्थं महाभारतमेव तथा चिन्तयामः तर्हि कथम् अर्थः भवति? भ्रमरः भ्रमर अपि च महाभारतं तत्र किं रिलेशन्शिप् नास्ति किल? सज्जनः सज्जनः षट्पदाः इत्युक्ते सज्जनः एव, सज्जनः भ्रमराः इव एव, सज्जनाः भ्रमराः इव महाभारतग्रन्थं विना इति वक्तुं शक्यते। हृष्यति वदतु महोदय। हृष्यति हृष्यन्ति हृष्यदातु हृष्यति या कुतः आगतः? या दिवादिगणे दिवादिगणे श्यन् प्रत्ययः श्यन् अस्ति। हृष्यति हृष्यतः हृष्यन्ति। उत्तमम्। अग्रे करोतु भगिनि। वदतु। अहं चिन्तयामि भारतदेशम् एव किमर्थं चेत् षट्पदाः पङ्कजं पङ्कजे तिष्ठन्ति, यदा पङ्कजं नास्ति चेत् षट्पदाः न हृष्यन्ति। तदेव सज्जनाः भारतदेशं विना तेषां सन्तोषः न भवति। भारतदेशम् अहं चिन्तयामि गीताध्यानश्लोकस्य सप्तमश्लोकमस्ति, पाराशर्य वचः सरोजममलं गीतार्थ गन्धोत्कटम् एसरं हरिकथा सम्बोधना बोधितम् लोकैः सज्जन षट्पदैरहरः पेपीयमानं मुदा हृतपङ्कजं कलिमल प्रध्वंसिन श्रेयसे। भवान् सम्यक् उक्तवान्। तत्रैव ये भारतपङ्कजं सज्जन षट्पदैः इति पदद्वयं पेपीयमानं मुदा। मे दिस् लोटस् आफ् महाभारत बोर्न् इन् द लेक् आफ् वर्ड्स् आफ् व्यास sweet with fragrance and the meaning of Gita, with many stories as it is stems, fully opened by the discourses on Hari, the destroyer of the sons of Kali age, and drank joyously by the bees of good men in the world, day by day became the bestower of good to us. It is meaning, this is the meaning. Para Sharya Pacha Saroja Mamalam गन्धोत्कटं ध्यानश्लोकमस्ति भगिनि, गीताध्यानश्लोकं गीताध्यानश्लोकमस्ति सप्तमश्लोकम्। अस्तु, कक्षायाः अनन्तरम् अवश्यं पश्यामि। भारतपङ्कजं विना सज्जनषट्पदाः न हृष्यन्ति। उत्तमम्। अग्रे करोतु महोदय। कोष्टके दत्तानां शब्दानाम् आधारेण वाक्यानि रचयत। कोष्टके सप्तमी, कोष्टकशब्दस्य सप्तमी एव कोष्टके दत्तानां दत्तानां दत्तः दत्तः दत्तानां षष्ठी बहुवचनं शब्दानां शब्दानां शब्दानां शब्दस्य विशेषणमस्ति दत्तानाम् आधारेण वाक्यानि रचयत। रचयत मध्यमपुरुष लोट् बहुवचनं रचयत। वाक्यानि कर्मपदं वाक्यानि रचयत। यूयं रचयत इति तात्पर्यम्। अत्र दत्त इति पदमस्ति खलु, कीदृशं दत्त कृतरूपं दाधातोः कृतरूपं दत्तः. उत्तमं. दाधातोः रूपं ददाति अस्ति खलु लट्लकाररूपं दत्त. तत्रापि एकं विशिष्टं सूत्रमस्ति, दो दद्घोः इति एकं सूत्रमस्ति. तेन सूत्रेण दत् आदेशः भवति, अपि च अन्यानि कार्याणि अपि सन्ति. आहत्य अत्र प्रातिपदिकं दत्त क्तान्तरूपम्, अतः त्रिषु लिङ्गेषु तस्य रूपाणि सम्भवन्ति. अत्र शब्दः इति पदस्य विशेषणमस्ति, शब्दाः दत्ताः, शब्दानां दत्तानाम् आधारेण. तत्र आधारः इत्यस्य तृतीयान्तं रूपम् अस्ति, णत्वम् अस्ति. अग्रे करोतु. महाराजः सजीवाः उभेदः सन्धि इति योजनं. महाराजम् उभेदः सजीवाः सन्धि. महाराजम् उभेदः सजीवाः सन्धि. महाराजः शब्दम् अकारान्तपुल्लिङ्गशब्दं, राजशब्दम् इव नास्ति. महाराजः अकारान्तपुल्लिङ्गशब्दं, महाराजः, महाराजौ, महाराजा. महाराजम् उभेदः सजीवाः सन्धि. सजीवाः सन्धि. सचिवः इत्युक्ते सजीवः इत्युक्ते मन्त्रिणः. मन्त्री इति पदस्य प्रातिपदिकं मन्त्रिन्न. रूपाणि वदतु. मन्त्री, मन्त्री, मन्त्रिणौ, मन्त्रिणः, मन्त्रिणं, मन्त्रिणौ, मन्त्रिणः. मन्त्री इति नकारान्तपदमस्ति, मन्त्रिन् इति प्रातिपदिकमस्ति, तत्रापि णत्वं भवति. मन्त्रिणः इति रूपं बहुत्र दृश्यते तस्मिन् शब्दे. मन्त्री, मन्त्रिणौ, मन्त्रिणः प्रथमा बहुवचनं, द्वितीया बहुवचनं मन्त्रिणः, पञ्चमी एकवचनं, षष्ठी एकवचनं मन्त्रिणः इति बहुत्र दृश्यते. अग्रे करोतु. नदी उभेदः सस्यानि. नदीम् उभेदः सस्यानि सन्ति. नदीम् उभेदः सस्यानि सन्ति. नदीशब्द एकारान्तस्त्रीलिङ्गशब्दं नदी. नदी, नदीं, नदी, नद्यौ, नद्यः, नदीं, नद्यौ, नदीन्, नदीः, नदीं, नद्यौ, नदीः. नदीं, नदीम् उभेदः सस्यानि सन्ति. सस्यं, सस्ये, सस्यानि. सस्यं, सस्ये, सस्यानि. माता उभेदः बाला. मातरम् उभेदः बालाः सन्ति. माता, मातरौ, मातरः. मातरं, मातरौ, मातृ. प्रातिपदिकं मातृ, मातृशब्द, मातृ, मातृशब्दमेव प्रातिपदिकं. भगिनी, मम एक पूर्वविषये मम एक संशयः अस्ति. युद्धधातुः त्रिचि योजनेन योद्धा सिद्ध्यति. योद्धा इति कथं द्वितीयदकारः कथः भवति, कथं भवति? तत्र सूत्राणि सन्ति, झषस्तथोर्धोदः, झलां झश् झषि इत्यादीनि सूत्राणि सन्ति, कार्याणि भवन्ति. तत्र योधृ इति प्रातिपदिकं सिद्ध्यति, तकारस्य धकारः भवति. झषस्तथोर्धोदः इति एकं सूत्रमस्ति. सूत्रं किम् इति भवत्य? झषस्तथोर्धोदः अनन्तरं प्रेषयामि, हल्सन्धि कार्याणि सन्ति तत्र. इदानीं मातरम् उभेदः बालाः सन्ति. माता, माताशब्दः मातृशब्दः, प्रातिपदिकं मातृशब्दः. प्रथम एकवचनं माता. माता, मातरौ, मातरः. मातरं, मातरौ, मातृ. बालः, बालकशब्दं, बालः, बालौ, बालाः. बाल, बालः, बाले, बालाः, द्विविधं भवति. उत्तमम्. अग्रे अपि करोतु. जिह्वां, जिह्वाम् उभेदः दन्ताः सन्ति. जिह्वाम् उभेदः दन्ताः सन्ति. जिह्वा, जिह्वा प्रातिपदिकम्, आकारान्त स्त्रीलिङ्गं जिह्वा. जिह्वां, जिह्वा, जिह्वे, जिह्वाः. जिह्वां, जिह्वे, जिह्वा, जिह्वाः. दन्ताः, दन्तशब्दम्, अकारान्तपुल्लिङ्गशब्दं. दन्तः, दन्तौ, दन्ताः. दन्तं, दन्तौ, दन्ताः. दन्तानि, दन्तानि. जिह्वान् उभयत्र दन्ताः सन्ति. जिह्वा इति पदस्य प्रसङ्गे पर्यायवाचनः शब्दाः सन्ति वा इति प्रश्ने सति. रसना, रसना इत्युक्ते जिह्वा, रसज्ञा. जिह्वा इति पदस्य अर्थः कः इति अहं दृष्टवती, अतः वदामि. लिहन्ति अनया, लिहन्ति अनया इति जिह्वा. लिहन्ति इति क्रियापदम् अस्ति. किमर्थं वदन्ती अस्मि? आस्वादने इत्यस्मिन् अर्थे लिह् धातुः अस्ति. धातुः अदादिगणे अस्ति, तस्य रूपाणि किञ्चित् भिन्नानि भवन्ति. कथम्? अदादिगणे लिह् धातोः रूपाणि लेढि, लीढः, लिहन्ति. लेढि, लीढः, लिहन्ति. आङ्ग्लभाषया वक्तुमिच्छामश्चेत् लिक् इत्यस्मिन् अर्थे आस्वादने इत्यस्मिन् अर्थे लिह् धातोः रूपाणि अदादिगणे सन्ति, तस्य रूपमेव लिहन्ति, लिहन्ति अनया इति जिह्वा, जिह्वया लिहन्ति, जिह्वया लिहन्ति इति वदतु। श्रुतिम् उभयतः भवनानि सन्ति, श्रुतिं श्रुति इकारान्तस्त्रीलिङ्गशब्दं श्रुतिः, श्रुधातु भगिनि कृतिं प्रत्ययं श्रुधातुतः क्तिन् प्रत्ययस्य योजनेन श्रुति लभ्यते। श्रुधातोः लट्लकाररूपं किं भवति? सरदि सरदि सरन्ति सरन्ति इति चिन्तयामि, सरति सरन्ति इति रूपाणि। साधु महोदय, इतोपि किञ्चित् पठित्वा समापयाम। रोहिणी भगिनी वदतु। मन्दिरं परितः भक्ताः सन्ति, मन्दिरशब्दः मन्दिरं नपुंसकशब्दं, मन्दिरं मन्दिरे मन्दिराणि, मन्दिरं मन्दिरे मन्दिराणि, मन्दिरं परितः भक्ताः भक्तशब्दः अकारान्तपुल्लिङ्गशब्दः, भक्तः भक्तौ भक्ताः, भजुधातोः उत्पन्नं शब्दं, तप्रत्ययान्तशब्दं भक्तः। उत्तमं। पूर्वतनेषु वाक्येषु सन्धिकार्यम् अनावश्यकं, किन्तु अत्र सन्धिकार्यम् आवश्यकं। मन्दिरं परितः इति लेखनावसरे मोनुस्वारः सूत्रेण सन्धिकार्यं कृत्वा अनुस्वारयुक्तं रूपमेव अत्र लेखनीयम्। अग्रे करोतु। पुष्पाणि परितः भ्रमराः सन्ति, पुष्पं पुष्पे पुष्पाणि, पुष्पे पुष्पाणि, पुष्पम् इति नपुंसकलिङ्गशब्दः, पुष्पाणि परितः भ्रमराः सन्ति, भ्रमरः इति चिन्तयामि, भ्रमरः भ्रमरो भ्रमराः इति। मन्दिरम् इति पदमस्ति खलु, दिवादिगणे एकः धातुः अस्ति मद्यो धातुः, सः धातुः इदित् धातुः, इदित् धातुः अस्ति इति कारणतः नुमागमः भूत्वा मन्द् भवति, मन्द्यते इति तस्य रूपम् अस्ति, दिवादिगणे अस्ति इति कारणतः। स्तुति मोद मद स्वप्नकान्तिगतिषु, तस्मिन् अर्थे मन्द्यते इति लट्लकाररूपम् अस्ति, तत्र दिवादिगणे अस्ति इति कारणतः कर्मणि लट् कर्तरि लट् द्वयोः रूपं समानं, मन्द्यते स्तूयते अत्र इति मन्दिरम् इति उक्तमस्ति। भ्रमरः इत्युक्ते भ्रमति कुसुमं प्रति, भवती श्रुतवती वा भ्रमरकीटन्यायः इति न्यायः अस्ति, भवती श्रुतवती वा भ्रमरकीटन्यायः, चिन्ता मास्तु। अग्रिमं वाक्यं करोतु। धेनुं परितः वत्सः अस्ति, धेनुः उकारान्त स्त्रीलिङ्गशब्दः, धेनु धेनौ धेनवः, क्षम्यतां, धेनु धेनुः धेनव, कथं वक्तव्यं? धेनुः धेनु धेनवः, धेनुं धेनु धेनुः खलु। विशेषार्थः अस्ति, नवसूतिका गौः अथवा नवप्रसूता गौः, वत्ससहिता गौः एव धेनुः, भेदः अस्ति, गौः भिन्नः धेनुः भिन्नः, नवसूतिका गौः, धयति सुतान् इति धेनुः, धीयते वत्सैः इति धेनुः, आहत्य अत्र अर्थः तु वत्ससहिता गौः एव धेनुः। अत्र वाक्यं वदतु पुनः। धेनुं परितः वत्सः अस्ति, वत्सः इत्युक्ते काफ् गोशिशुः। भगिनी क्षम्यतां, वत्सः द्विवचने भवितुम् अर्हति, परितः अस्ति इत्युक्ते किल, अन्यथा वत्सः परितः कथं भवितुम् अर्हति? वाक्यं पुनः परिवर्त्य वदतु रोहिणी भगिनी, अत्र वाक्यं कथं परिवर्तनीयम्? वत्साः सन्ति नो चेत् वत्सः अस्ति किमपि, अत्र उदाहरणत्वेन यद् वाक्यं दत्तमस्ति तद् बहुवचने अस्ति इति कारणतः अत्रापि वत्साः सन्ति नो चेत् वत्सः अस्ति, वत्सौ स्तः खलु। अग्रे करोतु। यज्ञगुण्डं परितः ऋषयः सन्ति, यज्ञगुण्डः यज्ञगुण्डौ यज्ञगुण्डाः यज्ञगुण्डं यज्ञगुण्डौ यज्ञगुण्डान् यज्ञकुण्डः इति समस्तपदमस्ति, तस्य विग्रहवाक्यं कथं भवितुमर्हति? यज्ञं यत्र येन कुण्डे वहति सः यज्ञस्य इति साधारणषष्टितत्पुरुषसमासः भवितुमर्हति इति मम चिन्तनं. यज्ञस्य कुण्डः यज्ञकृत्, यः यज्ञं करोति सः यज्ञकृत् यज्ञकर्ता. अपि च यज्ञपुरुषः इति अस्ति चेत् यज्ञरूपी पुरुषः, यज्ञकृत् यज्ञपुरुषः यज्ञकुण्डः इति भिन्नानि पदानि सन्ति. अग्रे करोतु. गुडः पिपीलिका, गुडं परितः पिपीलिकाः सन्ति. गुडः गुडौ गुडाः, गुडं गुड् गुडे गुडान्. गुडः इति पुंलिङ्गपदमस्ति इति कृत्वा रामशब्दवत् रूपाणि वक्तव्यानि. साधु भगिनी. अत्र सूर्यकुमारी भगिनी भवती पठतु. जलं विना चषाः न सन्ति. वाक्यं पूरितम् अत्रैव दत्तमस्ति, न जीवन्ति. चषाः अहं न जानामि भगिनि. झषः, झषः इत्युक्ते मत्स्यः अथवा मीनः. इदानीं पर्यन्तं गोमती भगिनी न उक्तवती इति भाति. भगिनी भवती वक्तुमिच्छति वा? जलं विना झषाः न जीवन्ति. तदारभ्य वदामि भगिनि. जलं, जलम् इति नपुंसकपदम् अस्ति. जलं सलिलं पानं पेयम् इत्यादि रूपाणि अस्ति. जलं विना, विना इति भगिनी उक्तवती, पृथक् विनानाभिः तृतीया अन्यतरस्या इति सूत्रेण विना अत्र अस्ति. चषाः इत्युक्ते मीनवाः, न जीवन्ति, न जीवन्ति. झषः इति पुल्लिङ्गरूपं. झषः, झषौ, झषाः, झषं, झषौ, झषान् इति रूपाणि. जलं, जले, जलानि. जलं, जले, जलानि. विना इति अव्ययं. जीवन्ति, जीवधातुः आदिगणे, आदिगणे द्वादिगणे, आदिगणे धातुः अस्ति वा? अस्तु, आदिगणे अस्ति चेत् जे भवति न भगिनि? उपधायां अत्र तु बहुवचनमस्ति. अत्र जीवन्ति बहुवचने तु गुणः कार्यं न भवति. अस्तु अस्तु, आदिगणीयधातु जीव धातुः. जलं विना चषाः न जीवन्ति इति. अनन्तरं द्वितीयवाक्यं वदामि. वदतु. अभ्यासः मनोनिग्रहणम्. अभ्यासं विना कर्तुं न शक्यते इति रूपम्. अभ्यासः इति पुल्लिङ्गपदम्. अभ्यासः, अभ्यासे, अभ्यासाः, अभ्यासम्, अभ्यासे, अभ्यासान् इति. अभ्यासं विना इति अव्यय सूत्रं. पृथक् विनानाभिस्तृतीया अन्यतरस्य इति सूत्रेण तत्र द्वितीयविभक्तिः भवति. ततः अभ्यासम् इति. अभ्यासं विना कर्तुं, कर्तुं तुम्नान्तपदं. दुक्रिण्यकृ धातुः. कर्तुं न शक्यते. शक्नु इति धातुः. शक् धातुः गणद्वये अस्ति. शक्नोति इति एकं रूपम् अस्ति, शक्यते इति अन्यत् रूपम् अस्ति. अत्र द्विवादिगणे अस्ति वा? कर्मणि लट् रूपमपि शक्यते भवितुमस्ति. अभ्यासं विना, विना इति द्वितीया भवति, तृतीया भवति, अपि पञ्चमी अपि भवितुम् अर्हति. अनन्तरं तृतीयवाक्यं मनोनिग्रहणं वदतु. मनोनिग्रहणम्. अभ्यासं विना मनोनिग्रहणं कर्तुं न शक्यते. दक्षिद्विदेन वाक्यम् आम्. मनोनिग्रहणं, मनः निग्रहणम् इति षष्टितत्पुरुषः समासः अस्ति. दट् इस् मैण्ड् कण्ट्रोल् इति अर्थः भवति. मनसः निग्रहणम् इति वक्तव्यमस्ति खलु? षष्टितत्पुरुषसमासः अस्ति इति कारणतः षष्टिविभक्तिः मनसः. निग्रहणम् इत्यत्र नि उपसर्गपूर्वकः, ग्रहधातुतः ल्युट् योजनेन निग्रहणम्. अग्रे करोतु. श्रद्धा विना ज्ञानं न भवति. श्रद्धां विना ज्ञानं न भवति इति वाक्यं श्रद्धा इति अग्न्यः पूर्वं पाठितम् अस्ति तत्र श्रद्धा इति श्रुतुयोग था योग अन् इति दत्तं श्रुत इति किम् अहं न जानामि परन्तु था इति धातुः दुदान्य इति धारणपोषयोः द्विपात्यादिगणीयधातुः था अत्र अङ् इति प्रत्ययः भवति आतश्चोपसर्गे इति सूत्रेण था इति आकारन्दधातुतः अङ् प्रत्ययः विहितः इति भवत्याः पाठितम् अस्ति भगिनी भवत्या पाठितं श्रुत् इति किं भगिनी तत्र श्रुत् योग था योग अङ् उपसर्गः इव कार्यं करोति इति मम चिन्तनमस्ति अस्तु आतोश्चोपसर्गे अस्तु श्रद्धा विना ज्ञानं न भवति विना अगेन् अव्ययं विना अस्ति भवति इति अकर्मकधातुः अस्ति विना अस्ति अतः अत्र ज्ञानम् इति द्वितीया विभक्तिः भवति अत्र पश्यतु श्रद्धां विना अत्र श्रद्धाम् इत्यस्य द्वितीया विभक्तिः भवति किन्तु ज्ञानम् इत्यस्य प्रथमाविभक्तिरूपमेव साधु विना उपपदस्य योगेन श्रद्धां विना भवति अत्र ज्ञानम् इति पदस्य प्रथमाविभक्तिरूपमेव अस्ति अत्र ज्ञानं रूपं वदतु ज्ञानं ज्ञाने ज्ञानानि नपुंसकपदं ज्ञानं ज्ञाने ज्ञानानि भगिनी मया तदा एव अहं तदेव उक्तवती न श्रद्धां विना ज्ञानं न भवति अहं किं चिन्तितवती इत्युक्ते ज्ञानम् इति पदस्य विभक्तिः प्रथमाविभक्ति प्रथमाविभक्ति ज्ञानम् इति पदं ल्युडन्तं खलु ज्ञाधातुः क्रयादिगणीयज्ञाधातुः ल्युडन्तपदं ल्युडन्तपदं ज्ञानम् इति भवति ज्ञानम् इति भवति उत्तमं जानाति इति लट्लकाररूपमस्ति अग्रे करोतु अग्रे सङ्गः कर्म सङ्गं विना कुर्मः सङ्गं विना कर्म कुर्मः सङ्गं विना सङ्गः इति पुल्लिङ्ग एकवचनं सङ्गः सङ्गे सङ्गः इत्युक्ते समूहः सङ्गः सङ्गम् इति द्वितीया विभक्ति कर्म इति प्रथमा विभक्ति कर्मन् इति नकारान्तशब्दः भगिनी कर्म कुर्मः इति पदद्वयमस्ति अत्र कर्म इति पदस्य द्वितीया विभक्ति एकवचनरूपम् अस्ति क्रूधातुः सकर्मकः कर्म कुर्मः इत्यत्र कर्मशब्दस्य रूपं द्वितीया विभक्त्यन्तं पदमस्ति कर्मशब्दस्य रूपाणि वदतु कर्म कर्मणि कर्माणि कर्म कर्मणि कर्माणि इति कर्मन् प्रातिपदिकम् उत्तमं नपुंसकलिङ्गपदमस्ति खलु नपुंसकलिङ्ग सङ्गः इति पुंलिङ्गपदमस्ति किन्तु कर्म इति नपुंसकलिङ्गपदमस्ति सङ्गम् इत्यस्य द्वितीया विभक्तिः अस्ति कर्म इत्यस्यापि द्वितीया विभक्तिः अग्रे करोतु त्यागः जीवनं त्यागं विना जीवनं न शोभते इति त्यागः त्यागे त्यागाः त्यागं त्यागे त्यागौ त्यागः त्यागौ त्यागाः त्यागं त्यागौ त्यागान् इति रूपाणि जीवनं जीवनं जीवनम् इति नपुंसकपदं जीवनं वनं अकारान्तपदम् अकारान्तपदं नपुंसकपदं जीवनं जीवने वने वने वने वनानि जीवनानि जीवनं जीवने जीवनानि इति द्वितीयविभक्तिरूपं त्यागं विना जीवनं न शोभते शुभधातु आत्मनेपदीयधातु पादिगणीयधातु शोभते इति लट् रूपम् एकवचनं प्रथमपुरुष अत्र जीवनं न शोभते जीवनम् इति कीदृशं पदं जीवनम् इति नपुंसकपदं जीवनं वन इति शब्दः ल्युडन्तं खलु जीव ल्युडन्तपदं जीव योग ल्युट् अन्तिमं करोतु अत्र जीवनं प्रथमविभक्ति वा द्वितीयविभक्ति शोभते इति अकर्मकधातु अस्ति न उत्तमं प्रथमविभक्ति त्यागं विना इत्यत्र त्यागः इति पुंलिङ्गपदमस्ति इति कारणतः द्वितीयान्तं भवति विना इति उपपदस्य योगेन किन्तु जीवनं न शोभते इत्यत्र यथा भगिन्या उक्तं शुभधातुः अकर्मकः अतः जीवनं न शोभते तत्र जीवनम् इति पदं नपुंसकलिङ्गपदं किन्तु प्रथमाविभक्तिः अस्ति अग्रे करोतु वायुः प्राणिनः वायुं विना प्राणिनः जीवितुं न शक्नुवन्ति वायुः पुल्लिङ्गरूपं वायुः गुरु वायुः वायु गुरुः गुरवः वायवः वायुं वायु गुरून् वायून् इति रूपं वायुं विना वायुम् इति कर्म द्वितीया भवति वायुं विना प्राणिनः न शक्नुवन्ति जीवितुं न शक्नुवन्ति प्राणिनः शक्नुवन्ति अपि अकर्मकधातुः अस्ति अतः प्राणिनः इति प्रथमाविभक्ति प्राणिनौ प्राणिनः प्राणिनं प्राणिनौ प्राणीन् प्राणिनः प्राणिन् इति नकारान्तप्रातिपदिकमस्ति प्रथमाविभक्त्यन्तं रूपं प्राणी इति अस्ति यथा भगिन्या उक्तं प्राणी प्राणिनौ प्राणिनः प्राणिनं प्राणिनौ प्राणिनः प्राणिनः इति पदं बहुत्र तस्मिन् शब्दे आयस्यति अदादिगणे वा इति धातुः अस्ति अदादिगणीयवा धातोः रूपमेव वाति वा धातोः रूपमेव वायुः उणादिप्रत्ययेन निर्मितम् इति मया दृष्टं वा धातोः रूपं वाति शक्नुवन्ति शक् धातुः अस्ति विशिष्टानि कार्याणि सन्ति वक्तुमिच्छति वा शक्नु इति स्वादिगणीयधातुः श्नु इति धातु श्नु इति प्रतिकरणप्रत्ययः शक् योग श्नु योग बहुवचनरूपम् अन्ति झि इत्यत्र अन्त अन्ति इति भवति शक् योग श्नु तत्र गुणकार्यं किमपि नास्ति शक्नु एव अस्ति शक्नु इति अङ्गम् अन्ति इति प्रत्ययः अन्ति शक्नु अन्ति इति टिप् नास्ति शक्नुवन्ति अत्र एकं विशिष्टं सूत्रमस्ति यथा भगिनी उक्तवती स्वादिगणीयधातुः अस्ति इति कारणतः श्नुविकरणप्रत्ययः आयास्यति श्नुविकरणप्रत्ययस्य अवशिष्टभागः नु अस्ति शक् योगः नु योगः बहुवचनप्रत्ययः अन्ति अस्ति अत्र एकं विशिष्टं सूत्रम् आवश्यकम् अचिष्णुधातु भ्रुवां युवोर् यङ् वङ्गौ अचिष्णुधातु भ्रुवां युवोर् यङ् वङ्गौ श्नु विकरणप्रत्ययान्तम् अङ्गम् अस्ति चेत् इत्युक्ते श्नु विकरणप्रत्ययान्तम् अङ्गम् उवर्णान्त अङ्गम् उवर्णान्त अङ्गमस्ति शक्नु इत्यत्र इति आदेशः भवति उवङ्ग आदेशः भवति उवङ्ग इति कथनेन ञकारः इत्संज्ञकः अस्ति उव इत्यत्र यः अकारः अस्ति सः अकारः उच्चारणार्थः आहत्य उव् इति वर्णद्वयम् उकारः वकारः उव् आदेशः भवति शक् योगः नकारः योगः उव् योगः अन्ति वर्णमेलनेन शक्नुवन्ति अचिष्णु धातु ध्रुवां यौ यङ् वाङौ तत्र एतत् सूत्रं न उत्तमम् अत्र श्नु प्रत्ययान्तम् अङ्गम् अस्ति श्नु विकरणप्रत्ययान्तम् अङ्गमस्ति अथवा उवर्णान्तम् अङ्गमस्ति चेत् उवङ् आदेशः भवति कस्य स्थाने आदेशः भवति उकारस्य स्थाने उवङ् आदेशः भवति तेन शक् योगः नकारः योगः उव्वु योगः अन्ति. एकवारं लिखामश्चेत् इतोपि स्पष्टतया अवगन्तुं शक्नुमः. तत्र वर्णमेलनेन शक्नुवन्ति इति रूपं सिद्ध्यति. स्वादिगणीयधातुः शक्नोति, शक्नुतः, शक्नुवन्ति. एकः अभ्यासः अस्ति, गृहपाठरूपेण पश्यन्तु. कथापि अस्ति, कथायाः चिन्तनम् आगामिनि सप्ताहे मिलित्वा करिष्यामः. सर्वेषां धन्यवादाः.